अस्तु तर्हि अस्माकं गतरविवासरे कस्यचित् एको भवति तत् भवत्या म्यूट् करोति मदन् महोदय प्रायः गतरविवासरे लोट् लकारे सिद्धप्रत्ययः कथं निष्पद्यन्ते इति अस्माभिः पठितं तत्र अस्माभिः पठितं यत् लोटो लङ्वत् इति सूत्रेण बहुत्र बहुत्र णित्सु लकारेषु यानि यानि कार्याणि सन्ति तानि सर्वाणि बहुत्र सर्वत्र न बहुत्र लोट् लकारे अपि भवति परन्तु केचन सूत्राः सन्ति ये केवलं केचन सूत्र कानिचन सूत्राणि सन्ति यानि केवलं लोट् लकारे एव भवन्ति तदस्माभिः पठितं यत् सर्वप्रथमम् एरुः इति सूत्रमस्ति एरुः सूत्रं वदति यत् यत्र यत्र इकारः अस्ति प्रत्ययेषु लोट् लकारे तत्र उकारः भवति अतः पठति तत्र पठतु पठन्ति तत्र पठन्तु इति भवति इति एकम् अस्ति तदनन्तरम् अस्माकम् अस्ति तस्तस्मिपां तान्तन्तामः इति तु सर्वेषु णित्सु लकारेषु अस्ति तत्र तस्थाने तां थस्थाने तं थस्थाने त मिप्स्थाने अम् इति तत्र अस्ति तदनन्तरं झोन्तः इति तु वयं जानीमः झोन्तः इति सूत्रेण बहुवचने झकारस्य स्थाने अन्त भवति तत्र प्रत्यय भवति अन्तु तदनन्तरं मध्यमपुरुषे एकवचने सेहर्यपिच्च इति एकं सूत्रमस्ति सेहर्यपिच्च एकं सूत्रमस्ति तत् सूत्रं भवति यत् स्थाने हि भवति स्थाने हि भवति तद् प्रत्ययः अतिदेशं भवति अपित् भवति तत्र अपित् सूत् अस्ति वस्तुतः मूलप्रत्ययः स्थित् तुपित् अस्ति परन्तु सेहर्यपिच्च इति सूत्रेण अपित् भवति तदनन्तरम् अतो हेहे एकम् अस्ति अतो हेहे इति सूत्रं वदति यत् अदन्त अङ्गमस्ति चेत् तत्र हि प्रत्ययस्य लोपो भवति अतः पञ्चमपुरुषे एकवचने अदन्त अङ्गस्य कृते प्रत्यय लोपः भवति तत्र पठ एव अस्ति गच्छ एव अस्ति इति तदनन्तरं मध्यमपुरुषस्य द्विवचनं बहुवचनं तु तस्थस्थमिपां तान्तन्तामः इति वयं जानीमः तदनन्तरं मिप् अस्ति मिप् तत्र मिप् स्थाने किं भवति नि भवति मिप् स्थाने नि भवति सूत्रमस्ति मेरनि मेरनि इति सूत्रेण मिप् स्थाने नि स्थाने नि भवति लोट् लकारे तत्र नि भवति पठानि पठानि तदनन्तरम् एकमस्ति वस् मस् अस्ति तत्र न विभक्तौ तु स्मः इति सूत्रेण सकारमकारस्य लोपः न भवेत् परन्तु एकं नूतनं सूत्रमस्ति किमस्ति सूत्रं कोऽपि वदतुं शक्नोति वा नित्यं नितः सत्यं नित्यं नितः इति सूत्रेण सकारस्य लोपः भवति अतः पठाव अस्ति तत्र विसर्गः नास्ति पठाम तत्र विसर्गः नास्ति तदनन्तरम् अन्तिमः अस्ति आणुत्तमस्य पिच्च इति सूत्रेण लोट् लकारे उत्तमपुरुषस्य प्रत्ययाः ये सन्ति तेषाम् आट् आगमः भवति आरम्भे आकारः आगच्छति ते सर्वे प्रत्ययाः पिच् भवन्ति पिच् भवन्ति तर्हि नाम वस् मस् वस्तुतः मूलपत्रयः तु पित् न सन्ति परन्तु आडुत्तमस्य पिच्च इति सूत्रेण तेषु पितृ आगच्छति एतत् सर्वम् अस्माभिः पठितम् अन्तिम एकमस्ति तुयोस्तातङ्गाशिषि अन्यतरस्यां तद् वदति वदतु किमर्थं पिच्च अत्र पाणिनि वदति अत्र महोदय भवती एव वदतु यदि सारधातुकप्रत्यय पित् अस्ति तत्र किं भवति गुण भवति अत्र किं गुण भवति तर्हि अत्र पित्वस्य निमित्तमस्ति यत् उत्तमपुरुषप्रत्ययः अस्ति चेत् गुणं करोतु यत्र भवति चेत् तत्र करोतु इति पठामि पठाव पठाम तत्र गुणं न भवति पठमध्ये तु प्रसक्ति एव नास्ति कृ कृ धातु भवति कृ तर्हि अदन्त अङ्गेषु तु प्रसक्तिः नास्ति, परन्तु अनदन्त अङ्गेषु प्रसक्तिः भवितुं शक्नोति इति अस्ति. अस्तु, तदनन्तरं तुयोस्तातङ्गाशिषि अन्यतरस्याम् इति सूत्रेण आशीर्वादार्थे किं भवति, अङ्गस्य ये तु प्रत्ययः अस्ति, नाम अत्र लोट् लकारे प्रथमपुरुषे एकवचने, अथवा हि प्रत्ययः अस्ति नाम मध्यमपुरुष एकवचने, तत्र किं भवति, तस्य तातङ्ग आदेशः भवति, अन्यतरस्याम् इत्युक्ते विकल्पेन, अतः प्रथमपुरुष एकवचने अथवा मध्यमपुरुष एकवचने तु अथवा तात्, मध्यमपुरुष एकवचने हि अथवा तात् इति रूपद्वयं भवति विकल्पेन. अस्तु, इति अस्माभिः गतरविवासरे पठितम्. तदनन्तरम् अस्माकम् एकं प्रश्नः भवति यत् यत्र सामान्यप्रश्नः अस्ति, यदा आदेशः भवति तत् आदेशः कुत्र भवति, सः आदेशः एकस्य वर्णस्य स्थाने एव भवति अथवा सम्पूर्णस्थानिनः स्थाने भवति, किमस्ति? तर्हि मदर् महोदय, सामान्यसूत्रं किं येन भवितुं ज्ञातुं कुत्र भवति अनिर भवति आदेशः? हलोन्त्यस्य इति सूत्रेण अन्त्यवर्णे आदेशः भवति. सत्यं, तर्हि अलोन्त्यस्य इति सामान्यपरिभाषासूत्रमस्ति, तद् वदति यत् सामान्यतया यत् आदेशः भवति तत् अन्तिम अलः नाम अन्तिमवर्णस्य स्थाने भवति इति. तर्हि षष्ठ्या अन्त्यस्य अलः स्थाने नाम षष्ठी विभक्त्या यत् निर्दिष्टम् अस्ति तस्य अन्तिमवर्णस्य अन्तिम अलः स्थाने आदेशः भवति इति सूत्रस्य अर्थः अलोद्य. अस्तु, तदनन्तरं महोदय अलोन्त्यस्य सूत्रस्य प्रथम अपवादसूत्रं किम्? अलोन्त्यस्य प्रथम अपवादसूत्रम् आम्, तर्हि अलोन्त्यस्य भवत् वदति यत् अन्तिम अल् वर्णे तस्य अनेकाश्चित् सर्वस्य सत्यं, तत्र अनेकाश्चित् सर्वस्य अस्ति, तत् वदति यत् यदि यत् आदेशः अस्ति सः आदेशः यदि अनेकाल् अस्ति नाम आदेशे एकवर्ण एव न अपि तु अनेकवर्णाः सन्ति, अथवा यदि आदेशः षित् अस्ति तर्हि सः आदेशः सम्पूर्णस्थानिनः स्थाने आगच्छति न तु केवलम् अन्त्यवर्णस्य स्थाने इति. तत्र अस्माभिः उदाहरणः पठितः ज्ञाजनोर्जा इति सूत्रमस्ति, ज्ञाजनोर्जा तदेकं सूत्रमस्ति, तत् सूत्रं किं वदति, सूत्रं वदति यत् षित् प्रत्ययः परे अस्ति चेत् ज्ञा अङ्गस्य अथवा जन् इति धातोः ये सन्ति तस्य तेषां स्थाने जा इति भवति. अधुना जा अनेकाल् अस्ति, अतः सम्पूर्णज्ञाधातोः अथवा सम्पूर्णजन् धातोः स्थाने आगच्छति, ज्ञास्थाने जा, जन् स्थाने जा इति. तर्हि लट्लकारे जा तस्य जायते भवति, जन् तस्य जायते भवति इति अनेकाल्षित् सर्वस्य सूत्रस्य कार्यमस्ति. तदनन्तरं तस्य अपि एकम् अपवादसूत्रमस्ति, तद् अधुना वयं पठामः. तत्र विजया महोदय अस्ति खलु? आं, किञ्चित् काले अनन्तरम् आगमिष्यति मातः, श्रोतुमेव इच्छामि. अस्तु अस्तु अस्तु अस्तु, नमस्कारः जि. हा नमस्ते. अस्तु, मीना महोदय भवती पठतु निच्च. कुत्र महोदय? अत्र तृतीयः अस्ति खलु, तृतीयबिन्दु, अधुना स च अनेकाल् आदेशः नित् चेत्. अधुना च अनेकाल् आदेशः नित् चेत् अनेकौ चेदपि अन्त्यस्य एव स्थाने भवति. नित् आदेशः अनेकौ चेदपि अन्त्यस्य एव स्थाने भवति. इदं सूत्रम् अनेकाल् षिप् सर्वस्य इति सूत्रस्य अपवादः. अनेकाल् षिप् सर्वस्य तु अलौत्यस्य इत्यस्य अपवादः. नकारः इतयस्य सह ङित् बहुव्रीहि ङित् प्रथमान्तं च अव्ययपदं द्विपदमिदं सूत्रम् अलौत्यस्य इत्यस्मात् अलः अन्त्यस्य अनयोः अनुवृत्तिः स्थाने अन्तरस्तमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं ङित् च अन्त्यस्य अलः स्थाने. ङित् च प्रत्ययः अनेकाल्षित् प्रत्ययस्य अपवादः भवति. अनेकाल्षित् अलोन्तस्य सूत्रम् अल्प अन्तिम अल् वर्णस्य एव आदेशः भवति. परन्तु अनेकौ सर्वस्य पदस्य अनेक अल् अस्ति चेदपि सर्वस्य पदस्य किम् अलोन्त्यस्य इति सूत्रमस्ति तत् वदति अन्तिम अलस्थाने भवति. तदनन्तरं सर्वस्य भवति सर्वन् मोर् देन् वन् अल् तत्र भवति. आम् सत्यम्. तर्हि यदि आदेशः षित् अस्ति अथवा यदि आदेशः अनेकाल् अस्ति तत्र आदेशः सर्वस्य स्थाने भवति, न तु अन्तिम अल् वर्णस् अलः स्थाने इति अपवादसूत्रमस्ति अनेकाश्चित् सर्वस्य. तदनन्तरं तस्य अपि अपवादः अस्ति निच्च. तत् अपवादं वदति यत् यदि अनेकाल् अस्ति तथा अथवा अनेकाल् अस्ति तत्र तथापि यदि आदेशः णित् अस्ति तर्हि केवलम् अन्त्यवर्णस्य स्थाने भवति इति नाम इति अस्ति अलोन्त्यस्य इति सूत्रं. तस्य अपवादः अनेकाल्षित् सर्वस्य, तस्य अपि अपवादः णित् इति अस्ति. अवगच्छति वा? तस्य अपवादः णित् महोदय. आम् सत्यम्. अनेकाश्चित् सर्वस्य सूत्रस्य अपवादः निच्च. आम् यदि यत् आदेशः अस्ति तत् आदेशः यदि अनेकाल् अस्ति चेदपि यदि निट् अपि अस्ति तत्र अल् भवति तर्हि अपवादः नाम एक एव अल् अस्ति चेत् प्रश्नः एव नास्ति, अलोत्यस्य कार्यं करोति. परन्तु अनेकाल् अस्ति तत्रापि नित् अस्ति तथापि तत्र अनेकाल् सर्वस्य स्थाने न अपि तु अन्तिम अल् स्थाने भवति इति. अनेकाल् अपि अस्ति नित् अपि अस्ति अनेकाल् षित् अत्र किमर्थं षित् अपि भवतु यदि नित् अपि अस्ति अत्र अन्तिम अल् स्थाने भवति. अस्तु तर्हि उदाहरणं पठतु. यथा अचि श्नु धातु ब्रुवां युवोर् इवङ् उवङौ श्नु प्रत्ययान्तङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्त धातुरूपी अङ्गस्य भ्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङौ च आदेशः भवति अजादिप्रत्यये परे. अनुवृत्तिसहितसूत्रं योर् श्नु धातु ब्रुवाम् अङ्गानाम् इयङ् उवङौ अचि विस्तृत सूत्रं योर् इवङ् श्नु धातु ब्रुवाम् पठितं सूत्रमस्ति. किं वदति यत् इकारस्य स्थाने इयङ् आदेशः, उकारस्य स्थाने उवङ् आदेशः कदा कदा? यदि श्नु प्रत्ययान्त अङ्गम् अस्ति नाम स्वादिगणस्य अङ्गम्, अथवा ईकारान् धातुः अस्ति, अथवा उकारान् धातुः अस्ति, अथवा भ्रूप्रातिपदिकम् इति अस्ति. अधुना महोदय भवती एव वदतु, इयङ् उवङ् आदेशः तत्र सम्पूर्ण धातोः स्थाने आगच्छति अथवा अन्तिमवर्णस्य स्थाने? सम्पूर्ण किमर्थम्? अनेकाल् अस्ति खलु, अनेकाल् अस्ति, अनेकाल् अस्ति. प्रातिपदिकं त्यजतु. इकारं धातुः अस्ति चेत् अथवा उकारं धातुः अस्ति चेत् अथवा श्नु इति नाम शक्नु अस्ति, शक्नु गृह्णातु. तत्र शक्नु मध्ये यदा उवङ् आगच्छति तत्र उवङ् सम्पूर्णशक्नु तस्य स्थाने आगच्छति. सम्पूर्ण आदेशः किमर्थम्? अनेकाल् अस्ति खलु, अनेकाल् अस्ति, षित् अस्ति, षित् अस्ति, अनेकाल् अस्ति, अनेकाल् अनेकाल् षित् सर्वस्य तत् न भवति अत्र. किमर्थं ङिच्च अन्यत्यालस्थाने यदि सर्वस्य स्थाने न भवति तर्हि अन्तिमवर्णस्य स्थाने कथं भवति? अनेकाल् अस्ति चेदपि अस्माभिः पठितं खलु किं सूत्रम्? श्नुधातु भुवान् अङ्गानाम् उवङ् उवङ् भवति तत्र अनेकाल् अस्ति चेदपि किमर्थं सम्पूर्ण शक्नु इति पद शक्नु इति अङ्गस्य स्थाने किमर्थं न भवति वदतु भवति? नित् प्रत्ययः सत्यं नित् अस्ति खलु, नित् उवङ् अस्ति, नित् अस्ति, अतः केन सूत्रेण भवति? अन्त्यस्य अलः स्थाने सत्यम् नित्च इति सूत्रेण नित् अस्ति चेत् अन्त्य अलस्य स्थाने अन्त्यस्य अलस्य एव स्थाने एव ओं भवति. सत्यम् अवगच्छति वा? अवगच्छामि. तर्हि यद्यपि तत् इयङ् उवङ् इयङ् उवङ् यद्यपि अनेकाल सन्ति सः तथापि अन्तिमवर्णस्य स्थाने एव आगच्छतः, यतोहि तौ द्वौ एव णित् सन्ति, णित् स्तः णित् अस्ति खलु उवङ् इयङ् उवङ् णित् अस्ति च इति सूत्रेण अन्ते. अतः शक्नु तस्य उकारस्य स्थाने एव आगच्छति, शक्नु इति भवति, शक्नु. अस्तु पठतु अग्रे उदाहरणं समापयतु तदा. उदाहरणे श इति विकरणप्रत्ययः सुधादिगणे विकरणप्रत्ययः अनुबन्धलोप आयति अजादिप्रत्ययः रि गतौ इति इकारान्तधातुः अचि श्नु धातु ब्रुवां युवो इयं वनौ इत्यनेन अचि परे इकारान्तधातूनाम् इयङ् आदेशः. इयङ् इति आदेशः अनेकाल् किन्तु ङित् अपि अस्ति, अतः अतः ङिच्च इति सूत्रेण अन्तादेशः. तत्र विवरणं करोति भवतः प्रश्नस्य विवरणम् अत्रैव अस्ति. किमर्थं युवं धातोः अनेकाल् अपि चेत् अपि अन्तादेशः सम्पूर्ण आदेशः भवति अन्तिमवर्णस्य आदेशः निश्चयति प्रत्ययेन. सत्यं. तर्हि अग्रे पठतु उदादिगणे किमस्ति लिखितमस्ति तत् उदादिगणे रि योगः अतिष्णु ध्रुवं यो महोदय भवतः ध्वनिः न्यूना भवति कृदादिगणे रि गतौ इदानीम् अधुना सम्यक् अस्ति कृदादिगणे रि गतौ रियोगः श्रीयोगः अपि अचि स्नु धातु ध्रुवां यो यङौ इत्यनेन अचि परे इयङ् परे अयङ् आदेशः निच्च इत्यनेन स च अन्तादेशः योगः इ योगः अ रिय इति अङ्गं रिय इति रिय योगः ति रियति इति भवति रियति इति नाम किं धातोः नाम अर्थं किम् अर्थं गमनं गमने अस्ति ओ ओ गमने गच्छति इति एव तथैव गतौ गच्छति तत्र यत्र कुत्र गमनस्य कार्यमस्ति तर्हि रियति इति अस्ति तत्र रियति मध्ये पश्यतु रि धातु तुदादिगणे अस्ति अतः रियोगः अ तत्र अचि अस्ति अजादि प्रत्ययः अस्ति अ अतः अचि परे श्रु इकारधातोः इयङ् आदेशः भवति तर्हि रि तस्य इयङ् आदेशः भवति अधुना प्रश्नः अस्ति यत् इयङ् आदेशः केवलम् इकारस्थाने भवति अथवा सम्पूर्णधातोः स्थाने तर्हि यद्यपि इयङ् आदेशः अनेकाल् अस्ति परन्तु नित् अस्ति अतः केवलम् अन्तिम इकारस्य स्थाने आगच्छति रिय इति भवति रिय योगः अ रिय इति अङ्गं भवति धातु अङ्गं भवति रूपं भवति रियति वैशिष्ट्यम् अत्र इदं यत् इयङ् आदेशः नित् इत्यस्य अन्यत् किमपि कार्यं नास्ति किं वैशिष्ट्यम् अत्र इदं यत् इयङ् आदेशे नित् इत्यस्य अन्यत् किमपि कार्यं नास्ति नित्वात् अन्तादेशः इत्येव प्रयोजनम् आम् तर्हि अत्र यत् इयङ् अस्ति तत् केवलम् आदेशः अस्ति खलु तत् किमपि प्रत्ययः किमपि नास्ति तत्र यत् नकारः अस्ति तस्य केवलम् एकमेव कार्यम् अस्ति यत् अन्तिम अल् स्थाने आदेशः करोतु इति तस्य अन्यत् किमपि कार्यं नास्ति यत्र गुणं मा करोतु वृद्धिं मा करोतु इति किमपि नास्ति तदेव लिखितमस्ति तस्य नित्वस्य एकमेव कार्यमस्ति अन्तिम अल् वर्णस्य स्थाने आदेशः आगच्छति इति अग्रे वयं पठामः यदा नकारस्य अन्य अपि यदा तस्य प्रयोजनानि सन्ति केवलम् अन्त्यवर्णस्य स्थाने आगच्छतु इति न तदा स्थितिः किञ्चित् भिन्ना भवति इति वयम् अग्रे पठामः तर्हि इदानीं पर्यन्तम् अस्माभिः पठित णित् अस्ति चेत् अनेकाल् अस्ति चेदपि अन्तिमवर्णस्य स्थाने भवति इति अस्ति अस्तु अधुना अग्रे गच्छामः मदन महोदय अग्रे पठतु महोदय अधुना ताम् आदेशः अपि अनेकाल् निच्च अतः नियमम् नियमान् अनुसृत्य नितः इत्यनेन अन्तादेशः अत्यन्त अलः स्थाने स्यात् अन्त्यस्य आम् अलः स्थाने स्यात् यथा तिप् तु तुर्योस्ताङ्क्षीर्ष्यान्तरस्यात् एवं अन्यतरस्याम् इत्यनेन उकारस्य स्थाने तातं तात् योगः तात् अत्र इदानीं वयं लोट् लकारे तात् इति अन्य विकल्पेन भवति प्रथम उत्तमपुरुषे प्रथमपुरुषे तत् अनेकाल् अस्ति ङित् अपि अस्ति अतः ङित् इति कारणात् ङित् इति ङिच्च इति सूत्रम् अत्य कार्यं करोति अनेकाल् इति सर्व वर्ण न भव स्थाने न भवति आदेशः भवति अत्यन्त अलस्थाने एव भव तात् इति रूपम् आदेशः भवति अन्त्यस्य अलस्य तर्हि तुर्यो तर्हि तर्हि भवती वदतु तिप् स्थाने तु भवति तु स्थाने यथा तातङ्ग भवति तद् केवलम् उकारस्य स्थाने भवति खलु आं महोदय निच्च अस्ति चेत् निच्च अस्ति अतः तर्हि उकारस्य स्थाने एव तात् आगच्छति चेत् रूपं किं भवति प्रत्ययस्य रूपम् इत्तात् भवति सत्यम् अत्र तात् इति भवति तत्र तकारः द्विवारम् आगच्छति परन्तु तत् समीचीनमस्ति वा न महोदय नास्ति खलु वयं जानीमः तात् तु नास्ति केवलं तात् एव अस्ति खलु अस्ति प्रश्न तर्हि किं समस्या का समस्या अस्ति इति अग्रे वयं पठामः अग्रे पठतु किन्तु एवं भवति चेत् किन्तु एवं भवति चेत् सिद्धं रूपं तात् तत्तु इष्टं रूपं नास्ति इष्टम् अस्ति तात् नाम तु स्थाने सर्वादेशः तदर्थम् अनेकाश्चित् सर्वस्य इत्यनेन कार्यं स्यात् परन्तु तातङ् ङित् तस्मात् इष्टसूत्रेण कार्यं कथं साधयितुं शक्नुयेत् समस्या अवगच्छति वा आं महोदय अत्र इत्तात् इति आगच्छति परन्तु तात् एव मम इष्टम् अस्ति चेत् ततः अनेकाश्चित् इति सूत्रं कार्यं करोति चेत् एव तात् आगच्छति किन्तु ङित् अस्ति अतः ङित् निच्च इति सूत्रमपि कार्यम् अस्य प्रसक्तिः अस्ति तर्हि तातङ्ग अनेकाल् अपि अस्ति ङित् अपि अस्ति तर्हि वयं जानीमः यत् ङित् अस्ति चेत् निच्च इति सूत्रेण केवलम् अन्तिम उकारस्य परन्तु तत्तु वयं जानीमः सम्यक् नास्ति अतः अनेकाश्चित् सर्वस्य इति सूत्रेण सम्पूर्ण तु इति स्थाने आगच्छेत् परन्तु अनेकाश्चित् सर्वस्य तु कार्यं न करोति निश्च कार्यं करोति तथा समस्या भवति खलु निवारणं करणीयं तत्र अधुना अग्रे वा एकं सिद्धान्तकौमुद्याः वाक्यमस्ति तद् तस्य निवारणं करोति एक्स्प्लेन् करोति महोदय भवती पठतु समाधानं सिद्धान्तकौमुद्याः मूलवृत्तौ प्राप्यते आशिषे तुर्योस्तातं वा स्यात् अनेकाल्त्वात् सर्वादेशः यद्यपि निच्च सिद्धान्तकौमुदी यद्यपि अर्थः एकवारं पठतु अर्थं वयम् अग्रे पठामः आम् महोदय इत्ययम् अपवादस्तथाप्यन्य अन्यार्थ ङित्वशेष्वन्वादिषु चरितार्थ इति गुणवृत्ति प्रतिषेधसम्प्रसारणात्यर्थतया सम्भवेत् प्रयोजनङ्कारे तादङ्गि मन्तरं प्रवृत्तः परेण बाध्यते इहोत् सर्गापवादयोरपि समबलत्वात् भवतात् इति किञ्चित् बृहत् वाक्यमस्ति सिद्धान्तकौमुद्याः. तद्वाक्यं समाधानं करोति, तद्वाक्यं वस्तु तद्वाक्यं वदति यत् नित्य इति सूत्रं कार्यं न करोति, अपि च अनेकाश्चित् सर्वस्य कार्यं करोति, येन सर्वस्य सर्वस्य स्थाने स्थाने अस्तु. तर्हि अधुना वयं दीर्घरूपेण निशनं कुर्मः. तत् वाक्यं मया न अवगतं महोदय. आशिषि तुष्योस्तातं वा स्यात् तत्र अवगतं तातम् इति तात् इति अन्यतरस्यां भवति एव विकल्पेन भवति. अनेकत्वात् सर्वादेशः इति अपि अवगच्छति खलु. अनेकाल् इति प्रत्ययेन सर्वादेशः भवति अहम् अवगतं. यद्यपि नित्य अग्रे पठतु. यद्यपि नित्य इत्ययम् अपवादः तदापि तदापि अनन्यार्थनित्तु इत्येष अनङ्गादिषु चरितार्थ इति. एक तस्य सन्धिविच्छेदं कुर्मः. यद्यपि इत्ययम् अपवादः तदापि अनन्यार्थनित्वेषु नित्वेषु अनङ्गादिषु चरितार्थ. अस्तु. नित्य इति प्रत्ययस्य अपवादः भवति अरेकाल् सर्वादेशे इति सूत्रस्य इत्यय अपवादः तदापि तदापि अग्रे पठतु. अस्य अर्थः एवं यत् कुत्र महोदय तत् वाक्यमस्ति खलु चरितार्थः अग्रे तत्र अग्रे लिखितमस्ति खलु. अस्य अर्थः एवं यत् यत् सिद्धान्तकौमुदी वाक्यमस्ति तस्य अनन्तरं पठतु. ओ यद्यपि तत्र आम् यद्यपि गिच्छ अयम् अपवादः तदापि अनन्यार्थगित्वेषु अनङ्गादिषु चरितार्थः. अस्य अर्थः एवं यत् यद्यपि गिच्छ इति अपवादभूतसूत्रेण तातं नित्वात् अन्त्यस्य अलगस्थाने स्थाने स्यात् तदापि इदं सूत्रं गिच्छ अनन्यार्थनित्सु अनङ्गादिषु चरित्रार्थ. अहं न अवगतं तत् अनन्यार्थ तत् वाक्यम् अग्रे पठतु. नाम येषाम् आदेशानां नित्वस्य एकमेव प्रयोजनम् अन्तादेशः, तेषां द्वारा नित्य इति सूत्रस्य साफल्यं, तेषु अनन्य अर्थ नित्वेषु अनङ्ग अनङ्गादिषु नित्य, तेषु अनन्य अर्थ नित्वेषु अनङ्गादिषु नित्य इति सूत्रस्य अर्थः पूरितः. ओ केवलं नित्य इति नास्ति परन्तु अनङ्गादिषु अपि. आम् तत् अहं वदामि. तर्हि यद्यपि नित्य इति अयम् अपवादः इति एकं भागः. तत् वदति यत् यद्यपि नित्य इति सूत्रम् अनेकाश्चित् सर्वस्य इति सूत्रस्य अपवादः भवति, नाम अनेकालपि अस्ति चेत् नित् अपि अस्ति चेत् नित्य इति सूत्रेण केवलम् अन्त्यस्थाने करणीयं. तर्हि तथापि तस्य चरितार्थः नाम तस्य फलित आर्थः नाम तस्य अर्थः पूरितः, तस्य साफल्यं वस्तुतः कुत्र भवति, कदा भवति, अनन्यार्थनित्वेषु अनङ्गादिषु, तर्हि तस्य साफल्यं भवति एकं तु अनङ्ग आदिषु. अनङ्ग आदिषु इति केचन इति केषाञ्चन आदेशानाम् एकं समूहः अस्ति. तत्र अनङ्ग इति एकम् आदेशः अस्ति. तत्र अनङ्ग आदेशः अस्ति, तत्र दिच्च इति सूत्रस्य फलितार्थः अस्ति, अथवा अनन्य अर्थनित्वेषु, नाम तादृशनित् आदेशेषु यत्र यत्र नित्वस्य किमपि अन्य अर्थः नास्ति. अनन्य अर्थः इत्युक्ते किम्? अनन्य इत्युक्ते न अन्य, अनन्य, अनन्य अर्थ. तत्र नकारस्य केवलम् एकमेव अर्थमस्ति यत् अन्तिमस्थाने आदेशः करोतु. तथा अस्ति चेत् एव नित् इति निच्च इति सूत्रेण अन्तिम अल् स्थाने भवति. अस्तु, तर्हि यथापि यद्यपि अष्टाध्यायं लिखितमस्ति यत् अपवादसूत्रमस्ति निच्च, यत्र यत्र नित् अस्ति चेत् अन्तिम अल् स्थाने भवति, तत्रापि तथापि वस्तुतः तस्य कार्यं सर्वत्र न भवति. तस्य कार्यं, तस्य अर्थं पूरितं कुत्र भवति? तत्र एव यत्र अनङ्ग यदि आदेशः अस्ति, अनङ्ग अथवा तादृशनित् आदेशः यत्र नकारस्य केवलम् एकमेव प्रयोजनमस्ति यत् अन्त्यस्थाने कार्यम् आदेशं करोतु. तस्य अन्य किमपि प्रयोजनं नास्ति. अनन्य अर्थ नकार, न अन्य अर्थ नकार, यस्य नकारस्य अर्थ अन्य किमपि नास्ति, परन्तु केवलम् अन्त्यवर्णस्य स्थाने आदेशः भवति इति निर्देशं करोति. तस्मादेव वैशिष्ट्यम् अत्र इदं यत् इयं अतः तत्र उपरि लिखितमस्ति यत् इयङ् उवङ् मध्ये यत् नकारः अस्ति तस्य केवलं तस्य नकारस्य एकमेव प्रयोजनमस्ति यत् अस्य अल् स्थाने कार्यं करोतु. अतः तस्य किमपि अन्यप्रयोजनं नास्ति. अतः निच्च इति सूत्रं तत्र साफल्यं प्राप्नोति. परन्तु तातङ्ग इति प्रत्यये नकारस्य एकमेव प्रयोजनं नास्ति, तस्य बहूनि प्रयोजनानि सन्ति, बहूनि प्रयोजनानि सन्ति. अतः निच्च इति सूत्रं कार्यं न करोति. तद्वयम् अग्रे पठामः. अधुना एकम् उदाहरणं पठामः यत्र वयम् अस्य सिद्धान्तकौमुद्याः वाक्यस्य महत्त्वं ज्ञातुं शक्नुमः. तर्हि महोदय, अनङ्गादिषु इति किं महोदय? अनङ्गादिषु तदेव अग्रे पठतु. ओ, अत्र सिद्धान्तकौमुदीवृत्तौ किं लिखितम्? अत्र सिद्धान्तकौमुदीवृत्तौ अनङ् इत्यादेशस्य दृष्टान्तः दीयते. अनङ् अपि अनेकाल् आदेशः निच्च अस्ति धदि शक्यक्षण रक्षणामनु उदातः तृतीयादि अजादिविभक्तिषु परेषु अस्ति धदि शक्ति अक्षि च येषां शब्दानाम् अनङ् आदेशो भवति. ओ, अस्ति धदि शक्ति अक्षि विशेषशब्दः अस्ति वा? अस्ति दधि शक्ति यानि सर्वाणि इकारान्त नपुंसकलिङ्गशब्दानि सन्ति प्रातिपदिके, प्रातिपदिकानि सन्ति इकारान्त नपुंसकलिङ्ग. तत्र तत्र विशिष्टकार्यं भवति, अनङ्ग आदेशः भवति इति. शक्ति अक्षि यदि एतानि प्रातिपदिकानि सन्ति चेत् तेषाम् अनन्तरं यदि तृतीय अथवा चतुर्थ अथवा किमपि अजादिविभक्तिः अस्ति, यस्य विभक्त्याः आरम्भे अकार अचवर्णः अस्ति, तत्र एषां शब्दानाम् एतेषां शब्दानाम् अनङ्गादेशः भवति. तर्हि अनङ्गादेशः अपि अनेकाल् अस्ति. प्रत्ययस्य प्रत्ययस्य अजादि अजादिप्रत्ययः. आमाम्, अजादिविभक्ति. तर्हि अनङ्ग अपि अनेकाल् अपि अस्ति, नित् अपि अस्ति. तर्हि अनङ्ग उदाहरणम् अस्ति सिद्धान्तकौमुदीमध्ये. अनेकालपि अस्ति णित् अपि अस्ति. तर्हि अधुना वयं द्रष्टुम् अधुना वयं पश्यामः यत् सर्वस्य स्थाने आगच्छति अथवा केवलम् अन्तिमवर्णस्य. अस्तु, अग्रे पठतु. तृतीयाविभक्तौ दधि दधि योगः ता प्रत्ययः दधिना दधि योगः आ अस्ति दधि शक्य शक्यक्षणम् अक्षणम् अनङ् उदात्तः इत्यनेन अनङ् आदेशः निच्छ इत्यनेन अन्तादेशः धद् योगः अन् अन् एव अमन् योगः आ धदन् योगः आ अल्लोपो अनः इत्यनेन सर्वनामस्थाने भिन्न यकारादौ अजादौ च स्वादिप्रत्यये परे अङ्गस्य अन् अवयवस्य अकारः लोपः धद्योगः आ धद्ना एवमेव सर्वेषु सर्वनामस्थानं भिन्नेषु अजादिषु स्वादिषु प्रत्ययेषु तथा भवति. धधि योगः ए धदन् योगः ए धद्ने दधि अस् धदन् योगः अस् धद्नः दधि योगः ओस् धद्नोः दधियोः धद्नम् अहं वदामि. तत्र दधि एकं प्रातिपदिकम् अस्ति. दधि तस्य अर्थमस्ति दहि. तत्र कर्ड् कर्ड् अस्ति दधि दहि अस्ति. तर्हि दधि योगः टा टा इति तृतीयविभक्ति प्रथम तृतीयविभक्ति प्रथमाविभक्ति तृतीयाविभक्ति एकवचन महोदय टकारस्य लोपः कथं भवति? तकारस्य लोपः अस्ति चुटु इति दधि योगः आ इति भवति. तदनन्तरम् अस्ति दधि सक्थि अक्षि तस्य अक्ष्या अक्ष्णाम् अनङ् उदात्तः इति सूत्रेण अनङ्गादेशः भवति. अधुना अनङ्गादेशः अस्ति तत् निच्च णित् अपि अस्ति अनेकालपि अस्ति. तर्हि निच्च इति सूत्रम् आगत्य कार्यं करोति. तद् वदति यत् अन्तिमवर्णस्य स्थाने अनङ्ग भवति. अनङ् मध्ये नकारा नकारोत्तर नकारोत्तरवर्ती अकारः उपदेशः अस्ति अनुनासिकः अस्ति अतः उपदेशे अनुनासिक इति सूत्रेण गच्छति. हलन्त्यम् इति सूत्रेण नकारः गच्छति. स केवलम् अन् इति अवशिष्यते. तर्हि अन् इति दधि इति इकारस्य स्थाने आगच्छति. दध् योगः अन् दधन् इति भवति अङ्गं दधन् दधन् योगः आ. तत्र एकम् अग्रिमसूत्रम् आगच्छति अल्लोपोनः इति सूत्रेण सर्वनामस्थानभिन्नः नाम ये ये प्रत्ययाः सर्वनामस्य स्थाने न आगच्छन्ति. अत्र सर्वनामस्य किमपि नास्ति, अत्र प्रातिपदिकमेव अस्ति, सर्वनाम नास्ति. तर्हि यदि स्वादि सुप्रत्ययः यदि अजादि अस्ति अथवा यकारादि अस्ति चेत् अङ्गस्य अन् अवयवस्य अकारलोपः. तर्हि दधन् योगः आ मध्ये आ इति स्वादिप्रत्ययः अस्ति, सुप्रत्ययः अस्ति, तद् अजादि अपि अस्ति. अतः तत्र यत् अन् अवयवः अस्ति दधन् मध्ये अन् अवयवः अस्ति तस्य अकारस्य लोपः भवति. अतः दध्न इति भवति दध्न दध्न योगः आ दध्ना इति रूपम्. तथैव चतुर्थविभक्ति एकवचने दधि योगः ए दधन् योगः ए दध्ने दधि योगः अस् पञ्चमी विभक्ति षष्टिविभक्ति दध्नः दधि योगः ओस् षष्टिसप्तमीविभक्ति बहुवचन द्विवचनं दध्नोः दधि योगः आं दध्नां षष्टिविभक्ति बहुवचनम् इति अस्ति. तर्हि अत्र निच्च इति सूत्रं कार्यं करोति, अनेकाश्चित् सर्वस्य इति सूत्रं कार्यं न करोति. तस्य अर्थं तस्य कारणमस्ति यत् अनङ्गमध्ये यत् नकारः अस्ति तद् नकारस्य एकमेव प्रयोजनं यत् अन्तिमवर्णस्य स्थाने आदेशः करोतु तस्य निर्देशं तस्य निर्देशः एव तस्य एकमेव कार्यम् अतः निच्च इति सूत्रं कार्यं कर्तुं शक्नोति अतः तत् लिखितमस्ति खलु सिद्धान्तकौमुद्यां दृष्टान्त उदाहरणलिखितमस्ति अनन्यार्थनित्वेषु चरितार्थः तत्र उदाहरणमस्ति अनङ्गादिषु तत्र अनङ्ग् अस्ति तत् उदाहरणमस्ति सिद्धान्तकौमुद्यां तत्र यथापि तत्र तत्र नित्वमस्ति तत्र नित्वस्य एकमेव प्रयोजनं यत् अन्तिमवर्णस्य स्थाने करोतु अतः निच्च इति सूत्रं कार्यं कर्तुं शक्नोति तस्य साफल्यं भवति अतः तत्र निच्च इति सूत्रेण इकारस्य स्थाने आकारः इति भवति सर्वस्य स्थाने न भवति इति वार्ता अस्ति अस्तु जि अत्र अल्लोपणः इति अस्ति खलु आम् अल् अनन्तरं लोपः अणः इत्युक्ते तत्र स्वस्य एव आगच्छति खलु दद्दन् तत्र प्रथमविभक्ति बहुवचनम् आगच्छति प्रथमाविभक्ति किं महोदय स्वस्थिति आगच्छति खलु जि तत्र अलोपनः अल् लोपो अनः अनः अनः इत्युक्ते तत्र षष्ठी एव खलु प्रथमविभक्ति बहुवचनं अनः इत्युक्ते षष्ठी विभक्ति महोदय अत्र अनः अत् लोपः इति अस्तु अस्तु अनः ददन् लिखिमि शत्रुपदं खलु तत्र महोदय शत्रु नास्ति अत्र महोदय प्रातिपदिकमस्ति सुबन्तमस्ति शत्रु तिङन्तपद क्रियापदं न दधि इति प्रातिपदिकमस्ति दधि इत्युक्ते कर्ड् दहि तैर् तत्र अल्लोपनः इति सूत्रेण अत् लोपो अनः अनः अत् लोपः अनः षष्ठी विभक्ति अत् इत्युक्ते अकारः तस्य लोपः तर्हि अत्र दध्ना इति भवति अस्तु भवती महोदय अधुना पठति वा अथवा केवलं शृणोति पठामि जि अस्तु उत्तमम् अग्रे पठतु अत्र हा पठतु सर्वनाम स्थानभिन्न अत्र वा अत्रैव वा पठतु सर्वनामस्थानभिन्न यकारादौ अजादौ च स्यादिप्रत्यये परे स्वादिप्रत्यये परे भगिनी तत्रैव पठति महोदय एवमेषु सर्वेषु अहं पृञ्चत् करपत्रे नास्ति भवती एव पठति खलु महोदय तत्र पुनः पठति महोदय तृतीया लैन् मध्ये अस्ति खलु भगिनि तृतीया लैन् मध्ये अस्ति एवमेव सर्वेषु सर्वनामस्थानभिन्नेषु पठतु महोदय सर्वनामस्थानभिन्न यकारादौ अजादौ च स्वादि तृतीये परे अङ्गस्य अन् अव्ययस्य अकारलोपः ददन् योगः आकारः इत्युक्ते तत्र ददन इति तृतीयोगति एकवचनम् आगच्छति तावदेव खलु तत्र जि स्वादिगणे स्वादिगणे महोदय अत्र गण नास्ति अत्र स्वादिषु इत्यर्थः अस्ति सु आदिषु सु प्रत्यय अस्ति खलु सु औज समौक्षस् अत्र स्वादिगण किमपि नास्ति अत्र प्रातिपदिकस्य विषयः अस्ति अस्तु अस्तु अङ्गस्य तत्र औजस् इति एतदेव तत्र स्वादि इति आगच्छति. प्रत्ययपरे अङ्गस्य अन् इति अव्ययपदस्य अकारः लोपः इत्युक्ते तत्र ददन् योगः आय् आकारः आगच्छति. ददन् योगः आकारः इत्युक्ते तत्र ददन इति तृतीयविभक्ति एकवचनम् आगच्छति पूर्वपदं पूर्णेन. अग्रे पठामि वा? आम् तत्र अग्रे सुप्रत्ययः सन्ति पठतु. एवमेव सर्वेषु सर्वनामस्थानभिन्नेषु अजादिषु स्वादिषु प्रत्ययेषु तथा भवति. दधि योगः एकारः ददन् इत्युक्ते तत्र ददन् योगः एकारः ददने इति चतुर्थीविभक्ति एकवचनम् आगच्छति. अनन्तरं दधि योगः अस् इति प्रत्ययं ददन् योगः अस् तत्र दध्नः इति आगच्छति. दधि योगः ओस् इत्युक्ते तत्र दध्नोः इति षष्ठीविभक्ति अनन्तरं पश्चिमविभक्ति अपि द्विवचनरूपेण आगच्छति. दधि योगः आम् दध्नाम् इति षष्ठीविभक्ति बहुवचनं रूपेण आगच्छति पूर्वरूपेण. अनन्तरम् आम् टु औट् इति प्रथमविभक्ति अनन्तरम् अम् औट् षस् ताभ्यां दिस् ये भ्यां भ्यस् न्यसि भ्यां भ्यस् न्यस् ओस् आम् नि ओस् चुप् इति एकविंशतिः प्रत्ययाः सन्ति तत्र. एतत् तेषां लौकिकरूपः अपि पठन्तु पठतु. आम् तत्र अग्रे सु औ अस् अम् औ अस् आ भ्यां बिस् ए भ्यां भ्यस् अस् भ्यां भ्यस् अस् ओस् आ अम् इ ओस् सु इति तत्र अनुबन्धलोपानन्तरम् एवं लोपानन्तरम् अलङ्क्यरूपेण एतत् सर्वम् अपगच्छति. तत्र तावदेव तत्र तिष्ठति. तर्हि अत्र पश्यतु तत्र टा अस्ति तस्य आकारः भवति तृतीयविभक्ति एकवचनं. ने अस्ति तस्य ए भवति तृतीयविभक्ति चतुर्थीयविभक्ति एकवचनम्. अस् अस्ति प्रथमविभक्ति एकवचनं पञ्चमी षष्ठीविभक्ति एकवचनम् इति अस्ति इति सर्वम् अस्ति. अस्तु अग्रे पठतु. तर्हि वृत्तौ टीकाकारः अनङ् आदेशस्य उदाहरणम् अददत्. किमर्थम् अनङ् आदेशः दधि शब्दस्य इकारस्य एव स्थाने आयाति, न तु पूर्णस्य दधि शब्दस्य. यतोहि अनङ् यद्यपि अनेकाल् तथापि ञित् अस्ति अपि च तस्य ञित्तस्य अन्यत् किमपि प्रयोजनं नास्ति. एतादृशौ आदेशः ञिच् इति सूत्रस्य अपवादबलं पूरितम्. तत्र टीकाकारः व्याकरणकारः किं दत्तमस्ति चेत् अनङ् आदेशस्य उदाहरणम् अददत् इति रूपेण आगच्छति. अनङ् आदेशः दधि शब्दस्य इकारस्य एव स्थाने आयाति, दधि इति आगच्छति. दधि इत्युक्ते सप्तमी विभक्ति एकवचनं खलु जि. तत्र तत्र पूर्णतया कार्यं न करोति. आयाति तु न पूर्णस्य दधि शब्दस्य. यतोहि अनङ् यद्यपि अनेकाल् तत्र अनेकाल् भिन्नप्रयोजनमस्ति, तदपि ञित् अस्ति अपि च तस्य ञित्वस्य अन्यत् किमपि प्रयोजनं नास्ति. एतादृशौ आदेशौ ञित् इति सूत्रस्य अपवादं बलं पूरितमस्ति, अतः एव तत्र कार्यं न करोति. तत्र कार्यं करोति पूर्णतया न कार्यं करोति. पूर्णतया किमपि चेत् पूर्ण किमर्थं चेत् तत्र ञित् अस्ति, अनङ् अन्ते आगच्छति, अतः एव तत्र ञित् अस्ति, तथापि केवलम् अन्तिम वर्णस्य स्थाने किमर्थम् आगच्छति, यतोहि तत्र नकारस्य एकमेव प्रयोजनं यत् अन्तिम अल् वर्णस्य स्थाने कार्यं भवति इति. तत्र अनङ् इति आदेशे नकारस्य प्रयोजनम् एकमेव अस्ति यत् अन्तिमस्थाने अहम् आगच्छामि इति निर्देशं तस्य इति निर्देशः एव तस्य प्रयोजनं, तस्य अन्य किमपि प्रयोजनं नास्ति, अन्य किमपि प्रयोजनं नास्ति, अतः नित्य इति अपवादसूत्रं कार्यं कर्तुं शक्नोति इति वार्ता अस्ति. निच्च इति अपवादसूत्रं तदैव कार्यं कर्तुं शक्नोति यथा नकारस्य प्रयोजनम् एकम् एवम् अन्त्य आदेशः एककार्यमेव. अन्त्य अत्र अनङ् मध्ये नकारस्य तावदेव एकमेव प्रयोजनम्, अतः निच्च इति सूत्रेण अलो अनेकाश्चित् सर्वस्य तस्य अपवादः भवति, अतः अनङ् दधि इति शब्दस्य अन्तिम इकारस्य स्थाने एव आगच्छति इति अस्ति. अतः अनङ् उदाहरणं सिद्धान्तकौमुद्यां लिखितमस्ति. तथैव इयङ् उवङ्ग् अपि अत्र नकारस्य एकमेव प्रयोजनम् अन्तिम अन्त्यादेशः, अतः इयङ् उवङ्ग् अपि अन्तिम उकारस्य अन्तिम इकारस्य स्थाने एव निच्च इति सूत्रेण आगच्छतः. तयोः अन्य किमपि प्रयोजनं तयोः तत्र नकारस्य अन्य किमपि प्रयोजनं नास्ति इति अस्तु. अधुना सर्वे अवगच्छन्ति वा इदानीपर्यन्तम्? अस्तु, अधुना अग्रे तातङ्ग् मध्ये स्थिति का अस्ति इति वयं पश्यामः. अनङ् मध्ये इयङ् उवङ् मध्ये तु वयं जानीमः यत् अन्त्य आदेशः एकमेव प्रयोजनम्. अधुना तातङ्ग् मध्ये प्रयोजनं किम् इति वयम् अधुना पश्यामः. अस्तु, तर्हि अग्रे मीना महोदय पठतु. किन्तु क्वचित् कस्यचित् आदेशस्य नित्वस्य अनेकानि प्रयोजनानि सन्ति. नित्वत् प्रयोजनम् एकमेव? क्वचित् कस्यचित् आदेशस्य नित्वस्य अनेकानि प्रयोजनानि सन्ति, यथा तातङ् प्रत्ययः तस्य विद्यमानस्य नित्वस्य चत्वारि प्रयोजनानि सन्ति निच्च इति सूत्रं विहाय. तर्हि तातङ् मध्ये नकारः अस्ति, नकारः अस्ति, केवलं निच्च इति सूत्रेण अन्त्य आदेशः न, अपि तु चत्वारि अन्यानि प्रयोजनानि अपि सन्ति, एकमेव प्रयोजनं नास्ति. तानि अन्यप्रयोजनानि कानि कानि सन्ति इति अग्रे वयं पठामः. अस्तु, पठामः. तातङ् प्रत्ययस्य आम् प्रथमं प्रयोजनं गुणनिषेधः. द्विष् इति परस्मैपदीधातुः अदादिगणे अत्र च विकरणप्रत्ययस्य लुक् लोपः, द्विष् योगः तातङ्, तातङ् तु प्रत्ययस्य स्थाने आगमः, अपि च तु प्रत्ययः पित् इत्यस्मात् आगतः, अनेन तातङ् इत्यस्यापि पित्वं पित्वात् गुणः भवेत्. द्विष् धातोः उपधायां यः लघु इकारः तस्य गुणः प्राप्तः पुगन्तलघुत्वस्य च इति सूत्रेण, किन्तु तातङ् ञित् अतः ञिति च इति सूत्रेण गुणनिषेधः द्विष् तातङ् द्विष्टात्. तातङ् प्रथम मीन् तातङ् प्रत्ययस्य एक उदाहरणमस्ति, अन्य ञित्वस्य अन्यप्रयोजनमपि अस्ति इति वदति तत्र. गिच्च एकप्रयोजनं विना गिच्च इति सूत्रं विना धातं प्रत्ययस्य ङित् भवति चेदपि अन्यप्रयोजनानि सन्ति. प्रथमप्रयोजनं गुणनिषेधः. द्विष् इति धातुः परस्मे अदादिगणे तत्र विकरणप्रत्ययः द्विष् ओ द्विष् योगः तातन् लोपो भवति अदादिगणे तस्मात् द्विष् योगः तातन् तातन् तु प्रत्ययस्य स्थाने आगतः अपि अपि च तु इट् शुड् बि द्विष् तु तु तामन्तु तत्र पित् इत्यस्मात् आगतः. अत्र किं वदति महोदय द्विष् योगः तातन् तातन् तु प्रत्ययस्य स्थाने आगतः अपि तु वचनम् एकनिमिषः प्रथमा विभक्ति एकवचनम् अस्ति खलु तातङ्ग् तत्र मूलप्रत्यये किम् अस्ति सुतामन्तु न मूल मूल ओ मूलप्र तातन् तत्र लोट् प्रत्ययः मूलप्रत्ययमेव अस्ति महोदय मूलप्रत्यय एक एव अस्ति टिप् स्थाने तु अथवा तातङ्ग् आगच्छति इति अस्ति पित् स्थाने तिप् तस्य तिप् स्थाने तातङ् आगच्छति अनेन तातङ् इत्यस्यापि पित्त्वं तातङ्गपि पित् पित् भवति पित्त्वात् गुणः भवितव्यम्. अत्र द्विष् धातु गुणः किमर्थं भवति इति कारणं पुगर्तलघुपदस्य ईकारः भवति द्विष् इति इकारः धातोः इकारधातु उपधा इकारः तस्मात् पुगन्तलघुपदस्य सूत्रेण गुणः भवितव्यं. किन्तु परन्तु तातङ् प्रत्ययः ङित् च इति सूत्रेण गुणनिषेधः भवति तस्मात् द्विष्टात् न द्वेष्टात् द्वेष्टात् न भवति द्विष्टात् एव अवशिष्यते. तर्हि यद्यपि तातङ्ग् इति टिप् स्थाने आगच्छति अतः पित् अस्ति गुणः भवितव्यं भवितुं शक्नोति परन्तु तातङ्ग् इति नित् अस्ति अतः गुणनिषेधः भवति निति च इति सूत्रे द्विष्टात् इति भवति न तु द्वेष्टात्. महोदय यदि तातङ्ग् नास्ति अपि यदि तु अस्ति तर्हि किं रूपं भवति तत्र नित्त्वं नित्तस्य नास्ति तत्र तस्मात् द्वेष्टु आम् सत्यं तर्हि तु अस्ति चेत् द्वेष्टु भवति तात् अस्ति चेत् द्विष्टा द्विष् धातोः लोट् लकारे प्रथमपुरुष एकवचनं रूपद्वयम् अस्ति द्वेष्टु अथवा द्विष्टात् इति अस्ति. तर्हि अत्र तातङ्ग् मध्ये नकारस्य एकं प्रयोजनमस्ति गुणनिषेधः इति. अस्तु द्वितीयप्रयोजनं भवति महोदय पठतु. द्वितीयप्रयोजनं वृद्धिनिषेधः. वृद्धिविषये स्यु धातुः अदादिगुणे स्तु योगः तात् इति स्थितौ उतो वृद्धिर्लुकि हलि इत्यनेन सार्वधातुक अर्धधातुकयोः इति सूत्रं प्रबाद्य वृद्धिम् आदिशति. परन्तु तातङ् ङित् अतः ङिति च इति सूत्रेण वृद्धिनिषेधः स्तु तातङ् स्तुतात् एवमेव स्तु धातु अदादिगुणे स्तु तात् इति भवति तात् तातङ् प्रत्ययः साधारणतया उतो वृद्धिर्लुकि हलि तत् सूत्रं वयं न पठितं किल, न पठितवन्तः, अग्रे पठामः अदादिगणे। परन्तु अहं वदामि तत्र उतो वृद्धिर्लुकि हलि एकं सूत्रमस्ति, तदस्ति उतो उतः वृद्धि उतः वृद्धिः लुकि हलि, नाम यदि हल् वर्णः अस्ति परे अथवा लुक् अस्ति परे तर्हि उकारस्य स्थाने वृद्धिः भवति। तर्हि अत्र स्तुयोगः तात् अस्ति, तर्हि स्तु अदादिगणे अस्ति खलु, तर्हि अदादिगणे शप् तस्य लुक् भवति, तर्हि वस्तुतः तत् अस्ति स्तुयोगः लुक्, तत्र लुक् अस्ति मध्ये, तर्हि लुक् अस्ति मध्ये, अतः लुक् तस्य अस्ति, अतः उकारस्य स्थाने वृद्धिः भवितुं शक्नोति। तत्र उकारस्य किं भवति, वृद्धिः भवति चेत् उकारस्य किं भवति महोदय? स्तौ। परन्तु अत्र किमस्ति, अत्र स्तौ भवितुं शक्नोति, परन्तु अत्र अग्रे यत् तातङ्ग अस्ति प्रत्यय, तत् तातङ्ग प्रत्यय निति च इति सूत्रेण वृद्धि निषेध करोति। तातङ्ग इति प्रत्ययः वृद्धिनिषेधः करोति, अतः स्तुयोगः तातङ्ग स्तौ तात् इति न भवति, अपि तु स्तुतात् एव भवति। अथवा किं स्तौति स्तुतात्? हा, स्तौतु भवति यदि स्तौतु, परन्तु तातङ्गस्य सः स्तुतात्। तर्हि अन्यप्रयोजनमस्ति वृद्धिनिषेधः, नकारस्य प्रयोजनम् एकमस्ति गुणनिषेधः, एकमस्ति वृद्धिनिषेधः। धन्यवादः। अग्रे मदर महोदय, अग्रे भवती पठतु तृतीयप्रयोजनम्। आम् महोदय, तृतीय नित्वनिमित्तिकं कार्यं सम्प्रसारणम्। अग्रे अस्माभिः बहुत्र सम्प्रसारणकार्यं परिशीलयिष्यन्ते। अधुना केवलं बोध्यं यत् कुत्रचित् यन्सन्देहे विपरीतत्वेन कार्यं भवति, सम्प्रसारणं भवति नित्वत्वेन कित्वत्वेन च, यथा गृह्धातुतः तवतौ प्रत्ययस्य इक्तत्वात् गृह् अनेन गृहीतवान्, तदैव वस् धातोः तवतौ वस् युस् उस् अनेन उषितवान्। अत्र प्रकृतौ अदादिगणे वश् इत्यादिभि सम्प्रसारणीधातुः वश् योगः तातं नित्वात् सम्प्रसारणम् उष्टात्। किं लिखितम्? तर्हि वदामि, एकम् अत्र नूतनं संज्ञा अस्ति सम्प्रसारणम्। सम्प्रसारणम् एकं न्यू संज्ञा नाम न्यू कान्सेप्ट् अस्ति अत्र। सम्प्रसारणम् इत्युक्ते किम्? अत्र सम्प्रसारणे किं भवति, रेफस्य स्थाने ऋकारः, वकारस्य स्थाने उकारः, यकारस्य स्थाने इकारः। अस्माभिः बहुत्र प्रायः दृष्टमस्ति यत् अस्तु गरि तत्र अत्र लिखितमस्ति धातु अस्ति ग्रह, तत्र ग्रहमध्ये र अस्ति, परन्तु यदि तस्य त प्रत्ययान्तरूपम् तव तु प्रत्ययान्तरूपमस्ति, तद् भवति गृहीतः अथवा गृहीतवान्। तत्र रेफस्य स्थाने ऋकारः आगच्छति, तत् सम्प्रसारणस्य उदाहरणं। तथैव वस् धातु अस्ति, वस् धातु तस्य यदि वयं त रूपं पठामः, तव तु रूपं पठामः, तत् उषितः अथवा उषितवान्, तत्र वकारस्य स्थाने उकारः आगच्छति इति सम्प्रसारणस्य इति अस्ति उदाहरणं। तर्हि बहुत्र सम्प्रसारणस्य प्रसक्तिः अस्ति। तर्हि अत्र लिखितमस्ति यत् सम्प्रसारणस्य यदा कार्यं भवति तत् नित् अथवा कित् अथवा नित् प्रत्ययस्य सहायतेन एव भवितुं शक्नोति। सम्प्रसारणं कित् नित् प्रत्ययः अस्ति चेदेव सम्प्रसारणं भवति सामान्यतया। त तर्हि अत्र अदादिगणे वश् एकं धातु अस्ति, तर्हि वश् मध्ये अपि सर्वसम्प्रसारणस्य प्रसक्तिः अस्ति, वकारस्य स्थाने उकारः, अतः वश् योगः तातङ्ग्, तत्र तातङ्ग् यथा मया उक्तं वश् मध्ये वकारस्य उकार प्रसक्तिः अस्ति सम्प्रसारणस्य, तातङ्ग् णित् अपि अस्ति, अतः तत्र सम्प्रसारणं भवति, तत्र वकारस्थाने उकारः उष्टात् इति भवति, तत् उष्टात् मध्ये यत् वकारः उकारः भवति तस्य निमित्तमस्ति तातङ्ग् इति प्रत्ययस्य नकारः, अतः नकारस्य अन्यप्रयोजनमस्ति सम्प्रसारणस्य कार्यं। सूत्रं किं महोदय? सूत्रं नास्ति तत्र? सूत्रं महोदय अग्रे अस्ति, अत्र अदादिगणे अदादिगणस्य यदा वयं पाठं कुर्मः तत्र अस्ति, परन्तु सम्प्रसारणस्य अन्य बहु सर्वाणि सूत्राणि आगच्छन्ति, परन्तु अत्र केवलं अवगच्छन्तु यत्र यत् कित् प्रत्यय णित् प्रत्यय अस्ति चेत् सम्प्रसारणस्य कार्यं तस्य प्रसक्तिः भवति, अतः अत्र तातङ्ग् मध्ये नकारस्य अन्य तृतीयप्रयोजनम् अस्ति सम्प्रसारणम् इति। अत्र सम्प्रसारणम् इत्युक्ते तत्र इक् यन् स्थाने इक् आगच्छति इ ऊ, परन्तु तत्र उल्टा इति आगच्छति, विपरीतं इको इको यणचि मध्ये इक् स्थाने यण् अस्ति, सम्प्रसारणं मध्ये यण् स्थाने इक् भवति, तत् सम्प्रसारणम् अस्ति, तत् सम्प्रसारणं कुत्र कुत्र भवति, तस्य सूत्राणि कानि कानि, सर्वं वयं अग्रे यथास्थानं वयं पठिष्यामः, अधुना केवलं चिन्तयतु यत् सम्प्रसारणस्य अर्थं किं, तस्य निमित्तमस्ति कित् अथवा णित् प्रत्ययः, सम्प्रसारणं तदैव भवति यदा कित् अथवा णित् प्रत्ययः अस्ति, तर्हि कित् णित् प्रत्ययः गुणनिषेधं करोति वृद्धिनिषेधं करोति परन्तु सम्प्रसारणं करोति इति चिन्तयतु, इति कित् णित् प्रत्ययः इस् इट् स्टाप्स् गुण स्टाप्स् निषेध बट् इट् हेल्प्स् सम्प्रसारणम् इति। अस्तु तर्हि मदन् महोदय अग्रे पठतु चतुर्थं प्रयोजनं। चतुर्थं प्रयोजनम् आम् महोदय, चतुर्थप्रयोजनम् ईड् आगमः आगमनिषेधः ब्रौ ईड् इत्यनेन रू धातुतः हलादि पित् प्रत्ययस्य ईड् आगमो भवति, यदा ब्रूयोगः तिप् ब्रूयोगः ति ब्रूयोगः ईड् योगः ति ब्रूयोगः ईर्ति ब्रो योगः ईर्ति ब्र योगः अवयोगः ईर्ति ब्रवीति तातङ्ग् अपि हलादिः अपि च तु स्थाने आयाति इति कृत्वा पित्वं विधीयते, किन्तु नित्वात् पित्वा न मन्यते, प्रमाणेन महाभाष्ये वाक्यम् अस्ति ङिच्च भिन्न पिच्च ङिन्न, तस्मात् अत्र पित्वभावे ब्रूव ईड् इत्यस्य प्रसक्ति नास्ति, ङित्वात् अत्र गुणनिषेधः अपि अस्ति, ब्रूयोगः तात् ब्रूतात्। न आगच्छामि महोदय, अत्र किमपि कष्टं नास्ति, तत्र ब्रू धातु अस्ति, ब्रू अस्ति धातु वदने, ब्रू धातु अस्ति वदने, अत्र ब्रवीति इति प्रायः सर्वे जानन्ति ब्रवीति, तर्हि ब्रू ब्रवीति अस्ति, तत्र सूत्रमस्ति ब्रुव ईट्, नाम ब्रू धातु अस्ति चेत् तस्य अनन्तरं यदि हलादि पित् प्रत्ययः अस्ति चेत् तस्य प्रत्ययस्य ईट् आगमो भवति, तर्हि अत्र ब्रूयोगः ति मध्ये तिप् प्रत्ययः अस्ति, तत् तिप् प्रत्ययः पित् अपि अस्ति हलादि अपि अस्ति, अतः तस्य ईडागमः भवति ब्रूयोगः ईति, ब्रूयोगः ईति, तत्र इति अस्ति, तिप् अस्ति, इति अस्ति, पित् अस्ति, पित्, अतः गुणकार्यं भवितुं शक्नोति. सार्वधातुक अपि अस्ति, सार्वधातुकाधातुकयोः इति सूत्रेण ब्रो भवति गुणकार्यं, ब्रो योगः इति. तदनन्तरम् एचोयवायाभः इति सूत्रेण ब्रवीति इति कार्यम् इति रूपं भवति, ब्रूतस्य ब्रवीति. अधुना तातङ्गप्रत्ययः अपि अस्ति, तातङ्गप्रत्ययः तिप् स्थाने आगच्छति, अतः तातङ्गपि हलादिपित् प्रत्ययः अस्ति, अतः तत्रापि ब्रूयोगः तात्, तत्र ब्रूयोगः तात् तस्य इडागमः भवेत्. परन्तु तातङ्गप्रत्ययः नित् अपि अस्ति, नित् नित्. अधुना एकं महाभाष्यवाक्यमस्ति, यदा प्रत्ययः नित् अस्ति तत् पित् न भवति, यदा प्रत्ययः पित् अस्ति तत् नित् न भवति. नित् च पित् न, पित् च नित् न, नाम प्रत्ययः नित् अस्ति चेत् पित् न भवति, पित् अस्ति चेत् नित् न भवति. नाम प्रत्ययः एक भवितुं न शक्यं वा महोदय? एकनिमेषः, एकवारम् अहं समापये तदा वयं पृच्छतु. तत्र नित् च पित् न, पित् च नित् न, नाम एकस्मिन् एव काले युगपत् एकप्रत्ययः नित् अपि पित् अपि भवितुं न शक्नोति. इट् इस् ऐदर् नित् आर् पित्. तर्हि अधुना तातङ्ग् नित् अस्ति, अतः पित् न भवति, पित् न भवति, अतः ब्रुव ईट् इति सूत्रस्य प्रसक्तिः नास्ति, यतोहि ब्रुव ईट् तु केवलं पित् प्रत्ययः अस्ति चेत् इडागमः वदति. अतः ब्रुव ईट् इति प्रत्ययसूत्रस्य प्रसक्तिः नास्ति, इडागमः न भवति, गुणनिषेधः अपि भवति, यतोहि नित् निति च इति सूत्रेण, अतः रूपं भवति ब्रूतात्, ब्रूतात्. तर्हि अत्र तातङ्ग् इति सूत्रस्य प्रयोजनम् अस्ति, ब्रुव ईट् इति सूत्रस्य निषेधम्. तर्हि चतुर्थप्रयोजनानि सन्ति तातङ्ग् मध्ये नकारस्य, गुणनिषेधः, वृद्धिनिषेधः, सम्प्रसारणं, ब्रुव ईट् निषेधः इति. अस्तु महोदय, प्रश्नः पृच्छतु. मीना महोदय, भवत्या प्रश्न. महोदय, भवता उत्तरम् उक्तमेव, निच्च पिन् पिच्च तदेव अहं मम प्रश्नः. तर्हि कोऽपि प्रत्ययः, कोऽपि आदेशः प्रत्ययः यदि पित् अस्ति तत् नित् न भवितुं शक्नोति, पित् अस्ति तत् पित् न भवितुं शक्नोति. तर्हि तातङ्ग् नित् अस्ति, अतः तस्मात् पित्वं किमपि न भवितुं शक्नोति इति. अस्तु, एतत्पर्यन्तं सर्वे अवगच्छन्ति वा कथा नकारस्य बहुप्रयोजनानि? हां महोदय, सम्यक् अस्ति. तर्हि अधुना किं भवति, यत् तातङ्ग् मध्ये नकारस्य केवलं अन्त्य आदेशः इति प्रयोजनं न, अपि तु बहूनि प्रयोजनानि सन्ति. अतः बहूनि प्रयोजनानि सन्ति, अतः नित् च इति सूत्रं साफल्यं न प्राप्नोति. यथा मया उक्तं, निच्च इति सूत्रं तदेव साफल्यं प्राप्नोति यदा तस्य एकमेव प्रयोजनम् अन्त्य आदेशः. यदा बहूनि प्रयोजनानि सन्ति चेत् निच्च इति सूत्रस्य कार्यं न भवति, अनेकाश्चित् सर्वस्य इति सूत्रस्य कार्यं भवति. तातङ्ग् इति तत्र नकारस्य बहूनि प्रयोजनानि, अतः तातङ्ग् अनेकाश्चित् सर्वस्य इति सूत्रेण सर्वस्य स्थाने आगच्छति, न तु केवलम् अन्त्यवर्णस्य स्थाने इति वार्ता अस्ति. अस्तु, तर्हि अधुना अग्रे वयं पठामः. विजया महोदय, अग्रे पठतु गुणवृद्धिप्रतिषेध. विजया महोदय, विजया महोदय नास्ति वा, गच्छति वा? अस्ति अस्ति. गुणवृद्धि म्यूट् मध्ये आसम्, क्षम्यतां. गुणवृद्धि पठतु. गुणवृद्धिप्रतिषेध, गुणवृद्धिप्रतिषेध सम्प्रसारण, सम्प्रसारणादि सम्प्रसारण आदि आदि अर्थतया, सम्प्रसारण आदि अर्थतया सम्भवति सम्भवति प्रयोजनकारे सातङ्गी मन्तरप्रवृत्तः मन्तरं प्रवृत्तः परेण बाध्यते. मम समीपे मुद्राणि बहु लघु अस्ति, अतः एव किञ्चित् क्लेशः अस्ति पठनार्थं. चिन्ता नास्ति. तावदेव खलु तत्र. अग्रे पठतु. गुणवृद्धि अस्तु. गुणवृद्धि प्रतिषेधसम्प्रसारण सम्प्रसारण आदि अर्थतया अत्र गुणवृद्धिनिषेधः सम्प्रसारण आदि अर्थतया सादङ्गिमित्वस्य विभिन्नानि प्रयोजनानि सन्ति. तेषां प्रभावेण अग्रे उच्यते किं भवति इति. तावत्पर्यन्तम् अग्रे पठामि वा? अत्र महोदय आदि अर्थतया इति किमपि नास्ति, प्रायः मया दोषः कृतः. सम्प्रसारणम् आद्यर्थ नाम सम्प्रसारणं, तत्र निषेधः आद्यर्थ इति नाम निषेधः, तत्र डोण्डु आद्यर्थ, तत्र सम्प्रसारणं भवति. तर्हि गुणवृद्धि प्रतिष्ठे आद्यर्थम् इत्युक्ते अहं चिन्तयामि निषेधस्य विपरीतम्. अहम् एकवारं चेक् करोमि. अर्थतया एव खलु तत्र आदि अर्थतया एव सम्प्रसारणादि आद्यर्थता. एकनिमेषः महोदय. सम्प्रसारणादि अर्थतया न अहं न चिन्ता. आद्यर्थ किं लिखितमस्ति? आद्यर्थता तत्र तादृशी अर्थतया इत्युक्ते तादृशी एव. अस्तु अहम् एकवारं पश्यामि. अस्तु तर्हि सम्प्रसारणप्रतिषेध गुणवृद्धिप्रतिषेध नाम गुणवृद्धिनिषेध, सम्प्रसारणाद्यर्थ नाम सम्प्रसारणं भवति, गुणवृद्धिः न भवति सम्प्रसारणं भवति तया इति तस्य इति अस्ति गुणवृद्धिप्रतिषेधसम्प्रसारणतया. अग्रे महोदय पठतु. विजया महोदय तातङ्गी. समाप्तं खलु जि एतत् पूर्णं पठति वा? तातङ्गी नित्यस्य विभिन्नानि प्रयोजनानि सन्ति. तेषां प्रभावेण अग्रे उच्यते किं भवति. प्रभावेन इत्युक्ते तत्र वृत्तः अस्ति, वृत्तौ कार्यं किम् अस्ति इति उच्यते अनन्तरमेव अग्रे उच्यते. सम्भवत् प्रयोजनकारे सातङ्गी मन्त्रम् इत्युक्ते मन्त्रं प्रवृत्तः इत्युक्ते मन्त्रम् इत्युक्ते स्लोलि अस्तु अस्तु मन्त्रमिति किं महोदय? स्लोलि तत्र मन्दम् इत्युक्ते तृतीयदा एव आगन्तुं शक्नोति, परन्तु तत्र द्वितीयता अस्ति. तातङ्गी सप्तमी अस्ति. मन्थरमित्युक्ते शिथिलता, स्लोनेस्. मन्थरम् इत्युक्ते तत्र तृतीयदा एव आगन्तुं शक्नोति, तत्र तु द्वितीयता अस्ति. मन्द नास्ति, मन्थरम् इत्युक्ते स्लोनेस्. शिथिलता अस्ति, शिथिलता. स्लोनेस् लेज़िनेस् स्लोनेस् लगिश्नेस् यथा भवती बहु श्रान्ता भवति टायर्ड् भवति तदा मन्थरम् आगच्छति मुद्रदोषमस्ति खलु जि मन्द नास्ति मन्थर एव अस्ति द्वितीयतकारः एव अस्ति तृतीय नास्ति तत्र दोषः अस्ति नास्ति सम्यक् अस्ति मन्थर एव मन्थनम् इत्युक्ते क्षीरसागरमन्थनं वासिकि इति न तत्र मन्थनम् इत्युक्ते तत्र क्रश् अस्ति तत् मन्थनं अस्ति तत् मन्थन न अस्ति अत्र मन्थर अव्ययं किल अव्ययम् अव्ययमस्ति अव्ययमस्ति न वा न जानामि प्रायः अव्ययः नास्ति अव्ययमस्ति वा परन्तु अत्र मन्थन नास्ति महोदय मन्थर सम्यक् मुद्रणदोषं नास्ति तत्र अस्तु सम्भवत् प्रयोजनानुसारे सातङ्गी मन्तरं प्रवृत्तः सम्भवत् प्रयोजनकारे इत्युक्तौ यस्य ण्यकारस्य सम्भावितप्रयोजनानि विभिन्नप्रयोजनानि इति ण्यकारस्य सम्भावितम् इति प्रयोजनं किम् अस्ति इति तत्र अस्ति अनङ् आदेशः नित्वस्य अनन्यप्रयोजनं तत्र अनङ् आदेशः नित्वस्य तत्र एक एव प्रयोजनमस्ति अन्यप्रयोजनं नास्ति अन्य आदेशः नास्ति इति तत्र दत्तं न विद्यते अन्यत् प्रयोजनं यस्य तद् अनन्यप्रयोजनं तावदेव तत्र तातङ्ग् आदेशस्य नित्वस्य विभिन्नप्रयोजनानि सम्भवन्ति प्रयोजनानि अन्यानि अपि यस्य सः सम्भवत् प्रयोजनः सम्भवत् प्रयोजनः इति तातङ्ग् विषये एव तत्र आगच्छति तत्र विभिन्नप्रयोजनानि इत्युक्ते तत्र तातङ्ग् आदेशस्य बलं तत्र गच्छति एव खलु जि तत्र आदेशरूपेण तत्र तातङ्ग् इति बलं तत्र गच्छति एव तत्र निच्च इति सूत्रस्य बलं गच्छति अतः अनेकाश्चित् सर्वस्य बहु किमपि लिखितमस्ति अधुना समयः नास्ति दीर्घरूपेण अग्रिमरविवासरे कुर्मः परन्तु सारांशः एव अस्ति यत्र बहूनि प्रयोजनानि सन्ति गुणनिषेधः वृद्धिनिषेधः सम्प्रसारणं बहूनि प्रयोजनानि सन्ति अतः तातङ्ग् मध्ये यत् नकारः अस्ति तस्य बहूनि प्रयोजनानि सन्ति अतः निच्च इति सूत्रं प्रति तस्य बलं गच्छति मन्थरं भवति तत्र इट् बिकम्स् कोलोकियलि वदामि चेत् तत् मन्थरं निच्च इति सूत्रं प्रति शीघ्रं न गच्छति इति अतः तस्य बलं समापयति अतः अनेकाचित् सर्वस्य इति सूत्रेण एव तस्य कार्यं भवति तत् किमपि तत् बहु दीर्घमस्ति तत् वयम् अग्रे पठामः परन्तु एतत् सारांशः अस्ति यत् निच्च तथैव कार्यं करोति यदा नकारस्य एकमेव प्रयोजनम् अन्त्यादेशः यदि तातम् इव यदि नकारस्य बहूनि प्रयोजनानि तथा निच्च इति सूत्रं कार्यं न करोति अनेकाशि कार्यं करोति अस्तु तर्हि मम प्रश्नः अस्ति इदानीं समयः सम्यक् अस्ति अथवा लास्ट् वीकेण्ड् मनर महोदय भवती किं चिन्तयति महोदय किं महोदय 8:30 PM अथवा 8 PM ओके 8 or 8:30 is okay both are fine okay okay मीना महोदय भवती कृते बोध ओके मीना महोदय अहं म्यूट् कृते क्षम्यतां भवतु ओके ओके सो अस्तु तर्हि अहम् अग्रिमरविवासरे एकं फैनल् ईमेल् करोमि तत्र फैनलैज् टैमिङ्ग् कुर्मः तदेव वयम् अग्रे गत्वा वयं पालयामः 8 PM और् 8 वादनम् अस्ति चेत् सम्यक् अस्ति जि मम समीपे मम अत्र अस्ति बहु दिनमस्ति खलु US मध्ये प्रातः अस्ति अतः अहं वदामि ईमेल् कृत्वा अहं वदामि परन्तु इट् विल् बि ऐदर् 8 or 8:30 वन् आफ़् दीस् अस्तु तर्हि अहम् ईमेल् पृच्छामि ईमेल् प्रेषयामि तर्हि अधुना धन्यवादः शुभरात्रिः शुभदिनम् धन्यवादः महोदय